ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः। अस्मिन् करपत्रे तत्र प्रकरणम् अपि च प्रक्रिया आदौ तस्य विषये तत्र उल्लेखः अस्ति। अनन्तरं तत्र अस्माकं ग्रन्थः अष्टाध्यायीग्रन्थः प्रकरणग्रन्थः, अतः अनन्तरं तत्र प्रकरणग्रन्थस्य प्रकरणम् इत्युक्ते किं, सो तत्र प्रकरणानां तत्र वयम् उदाहरणानि अपि तत्र दृष्टवन्तः। सो इत्संज्ञाप्रकरणं, सो एकस्मिन् स्थले एकमेव कार्यं तत्र महर्षिणा स्थापितम्, तस्य विषये यानि सूत्राणि अपेक्षितानि तानि सर्वाणि सूत्राणि एकत्र एकस्मिन् एव तत्र स्थाने तत्र दत्तानि। तस्य नाम एव अस्ति प्रकरणम्। वयं दृष्टवन्तः तत्र इत्संज्ञाप्रकरणे तत्र यानि सूत्राणि सम्पूर्णव्याकरणशास्त्रे वर्णानां यः इत् संज्ञा भवति इति च नामकरणं भवति तस्य कृते यानि सूत्राणि अपेक्षितानि ते तानि सर्वाणि सूत्राणि एकत्र तत्र एकस्मिन् एव स्थले तत्र क्रमेण दत्तानि। सो क्रमेण सूत्राणां तत्र किमर्थं प्रकरणाधार एकस्मिन् एव स्थले सूत्राणि दत्तानि इत्युक्ते सूत्रयोः मध्ये तत्र सूत्रेषु तत्र किञ्चित् सम्बन्धः वर्तते। सो अतः अपि च तत्र केचन समानपदानि अपि अपेक्षितानि, अतः तत्र अनुवृत्तिकारणात् अपि च तत्र अनुवृत्ति इति एव तत्र शैली, तस्य विषये एव सर्वाणि सूत्राणि एकस्मिन् एव प्रकरणे दत्तानि। सो क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेत् वयं तत्र अनुवृत्तिः पूर्वसूत्रात् अनुवृत्तिः कथं स्वीकरणीयम् इति वयं सरलतया अवगन्तुं शक्यते। अतः एकस्मिन् एव स्थले एकदृश तत्र सूत्राणि एकत्र स्थापितानि। अनन्तरं वयं दृष्टवन्तः तत्र द्वितीयाधारणं प्रकरणस्य द्वित्वप्रकरणं, सो द्वित्वप्रकरणे यानि कार्याणि तत्र सम्भवन्ति तानि सर्वाणि कार्याणि एकत्र स्थापितानि। अनन्तरं तत्र नत्वप्रकरणं, सो व्याकरणशास्त्रे यः दन्त्यनकारस्य मूर्धन्यनकार आदेशः भवति तस्य कृते यानि एकोनचत्वारिंशत् सूत्राणि तत्र सन्ति सर्वाणि सूत्राणि एकत्र तत्र अष्टमध्याये चतुर्थपादे प्रथमसूत्र आरभ्य तत्र दत्तानि। सो अत्र वयं दृष्टवन्तः तत्र कुत्रचित् आदौ महर्षि वदति एकस्मिन् एव अखण्डपदे तत्र निमित्त अपि च निमित्तम् अस्ति चेत् कार्यं करणीयम्। अनन्तरं द्वितीयसूत्रे तत्र वदति यदि तत्र निमित्त अपि च निमित्तं मध्ये एतादृशव्यवधानम् अस्ति इत्युक्ते अट् कूपु वाङ् नुम् व्यवधानम् अस्ति तथापि तत्र कार्यं भवति, परन्तु निमित्त अपि च निमित्तं समानपदे स्तः चेदेव तत्र कार्यम् अस्माभिः करणीयम्। अनन्तरं वयं दृष्टवन्तः कुत्रचित् एकस्मिन् पदे समासे अपि च असमासे अपि, सो कुत्रचित् एकस्मिन् पदे तत्र निमित् अस्ति अन्यस्मिन् पदे निमित्तं नास्ति तथापि तत्र कुत्रचित् कार्यं भवति, यथा तत्र यः क्रियापदमस्ति तिङन्तपदमस्ति तत्र पूर्वे कोऽपि उपसर्ग योजयामः चेत् उपसर्गे तत्र निमित् अस्ति चेत् इत्युक्ते रेफः नो चेत् शकारः अस्ति चेत् तत्र उपसर्गात् असमासे अपि नोपदेशस्य इत्यनेन सूत्रेण, परन्तु तत्र केवलं तादृशधातवः ये नोपदेशधातवः सन्ति तत्र एव कार्यं भवति, तत्रापि णत्वं भवति। अनन्तरं वयं दृष्टवन्तः तत्र एकम् अन्यत् सूत्रमपि अस्ति प्रातिपदिकान्त सम्बन्धि नुम् अस्ति, प्रातिपदिकान्त सम्बन्धी नकारः अस्ति अपि च तत्र नुम् सम्बन्धी नकारः, नुम् इत्युक्ते यत्र यत्र नुमागमः भवति तत्र आगमः सर्वदा अस्माभिः स्मर्तव्यम्। आगमः यस्य आगमिनी अव्ययः भवति, तस्य भागः एव भवति। सो यदा कुत्रचित् प्रत्ययस्य प्रत्ययनुमागमः, नो चेत् कुत्रचित् प्रकृतिनुमागमः भवति चेत् तादृश नुम्सम्बन्धिनकारस्य अपि तत्र नत्वं सम्भवति। यद्यपि तत्र एकस्मिन् पदे निमित् अस्ति, अन्यस्मिन् पदे निमित्तेन अस्ति, तथापि तत्र कार्यं भवति। अनन्तरं वयं दृष्टवन्तः कुत्रचित् विभक्तिसम्बन्धिनकारः अस्ति, इत्युक्ते कुत्रचित् सुप्रत्ययेषु तत्र तादृश आदेशः भवति यत्र नकारः अस्ति, यथा तत्र टासम्बन्धीयः टायः तृतीया एकवचन सुप्रत्ययः अस्ति, तस्य अदन्ताङ्गस्य परे तत्र इन आदेशः भवति। सो इन इति आदेशः, इन इति आदेशे नकारः अस्ति, आदेशः अस्ति, आगमः नास्ति। सो इन इति आदेशः तत्र टास्थाने, सम्पूर्ण टास्थाने तत्र प्रत्ययस्य स्थाने इन इति आदेशः भवति। इन इति आदेशः अत्र इकारः नकारः अकारः अस्ति, अतः तादृश विभक्तिसम्बन्धिनकारः, इत्युक्ते इन विभक्तिप्रत्ययस्य स्थाने इन इति आदेशः, अतः इन इति तस्य उपरि अपि विभक्ति इति अध्यारोपिते, आदेशः स्थानिवद् भवति इति सर्वदा अस्माभिः स्मर्तव्यं। यथा स्थानि अस्ति, यानि ये गुणाः स्थानि वर्णेषु स्थानिपदे अस्ति तानि सर्वाणि, ते सर्वे गुणाः आदेशे अपि अध्यारोपिते। किमर्थं चेत् तत्र एकम् अतिदेशसूत्रम् अस्ति, स्थानिवद् भावः अनल्विदो। सूत्रे यत्र वद् अस्ति अथवा तत्र प्रायशः अतिदेशम् अतिदेशसूत्रम् अस्ति। सो स्थानि सर्वदा यः स्थानि यः आदेशः अस्ति सः स्थानिवद् भवति। स्थानि सुप् अस्ति चेत् स्थानिविषये विभक्तिसंज्ञा अस्ति चेत् आदेशस्य विषये अपि तादृशसंज्ञा भवति। सो इन इति विभक्तिसम्ब इन इति यः नकारः श्रूयते दन्त्यनकारः, सः विभक्तिसम्बन्धनकारः, अतः तस्य अपि नत्वं सम्भवति। सो विभक्तिसम्बन्धनकारः, नो चेत् नुम् आगमसम्बन्धनकारः, प्रातिपदिकान्तस्य प्रातिपदिकस्य अन्ते यः नकारः अस्ति, इत्युक्ते अत्र प्रातिपदिक इत्युक्ते यस्य प्रातिपदिकसंज्ञा। सो प्रातिपदिकस्य अन्ते नकारः अस्ति चेत् तत्र प्रक्रियायां तस्य नकारस्य अपि नत्वं भवति, इत्युक्ते अत्र पदसंज्ञा नास्ति। अनन्तरं यः अन्तिमसूत्रमस्ति 39 सूत्रं यः अस्ति सः अस्ति पदान्तस्य। सो न पदान्तस्य इत्युक्ते पदान्तस्य नकारस्य तत्र णः न भवति, मूर्धन्य आदेशः न भवति, परन्तु अत्र यः प्रातिपदिकान्त नुम् विभक्तिषु च यः सूत्रम् अस्ति, अत्र यः प्रातिपदिकान्तसम्बन्धिनुम् इत्युक्ते प्रातिपदिकस्य अन्ते यः नकारः तस्य भवति नत्वम्। सो प्रातिपदिकस्य अन्ते यः नकारः अपि च पदस्य अन्ते यः नकारः तत्र भेदः वर्तते, तत्र भेदः अस्ति। सो प्रातिपदिकात् इत्युक्ते तत्र कोऽपि तिङ् अन्ते नास्ति, सुप् अन्ते नास्ति, कोऽपि भिन्नप्रत्ययः अस्ति तद् भिन्नम्, इत्युक्ते कृत् प्रत्ययः अन्ते अस्ति तादृश कृदन्तस्य अपि प्रातिपदिकसंज्ञा। सो तादृश तत्र भवितुम् अर्हति, परन्तु अन्तिम यः सूत्रम् अस्ति तद् तत्र पदसंज्ञा आवश्यकम्, इत्युक्ते तत्र वदति न पदान्तस्य। सो यस्य शब्दसमूहस्य पदसंज्ञा अस्ति तादृशशब्दसमूहस्य अन्ते अन्तिमवर्णः दन्त्यनकारः अस्ति चेत् तस्य नत्वं निषिध्यते इति न पदान्तस्य पदान्तस्य इति सूत्रं वदति। सो इति वयं तत्र नत्वप्रकरणस्य विषये किञ्चित् अधीतवन्तः। प्रायशः एतानि सूत्राणि अस्माभिः वारं वारं तेषां तत्र प्रयोगः भवति, अतः अस्मिन् करपत्रे केवलम् एतानि सूत्राणि एव दत्तानि। अनन्तरं वयं दृष्टवन्तः बी बिन्दु तत्र यः आरभ्यते तत्र अष्टाध्याय्याः मानचित्रं, मानचित्रम् इत्युक्ते लघुरूपेण अत्र अष्टाध्यायी कस्मिन् अध्याये किम् अस्ति, मेप् अस्ति अत्र, सो इति रोड् मेप् अस्ति इति ग्रन्थस्य लघुरूपेण कस्मिन् अध्याये किम् अस्ति इति वयं तत्र मनसि अस्माकं मने तिष्ठति चेत् मनसि तिष्ठति चेत् तत्र वयं सुलभेन तत्र सूत्राणाम् अध्ययनम् अपि च अत्र किं कीदृशकार्यमस्ति वयं कर्तुं शक्यते. सो एतावता पर्यन्तं वयं दृष्टवन्तः प्रथम अध्याये तत्र संज्ञासूत्राणि अपि च परिभाषासूत्राणि. सो संज्ञासूत्राणि परिभाषासूत्राणि सम्पूर्णग्रन्थे विदौट् संज्ञा विदौट् नोयिङ्ग् द संज्ञासूत्रम् आर् परिभाषासूत्रं वयं तत्र किमपि कार्यं न कर्तुं शक्यते. इत्युक्ते तेषां प्रयोगः सूत्रे तु संज्ञायाः प्रयोगः एव भवति. सो सार्वधातुक अर्धधातुकयोः इति सूत्रे वदति सार्वधातुक प्रत्यपरे अर्धधातुक प्रत्यपरे. यदि वयं न जानीमः सार्वधातुक इत्युक्ते किम् अर्धधातुक इत्युक्ते किं, तु वयं तत्र विधिसूत्रस्य विषये किमपि न अवगन्तुं शक्यते. अतः यानि तत्र ये संज्ञाः तत्र दत्तानि तत्र वयम् अस्माभिः तेषाम् अध्ययनं कृत्वा एव विधिसूत्रे किं कथं कार्यं करणीयम् इति वयम् अवगन्तुं शक्यते. तथैव तत्र विधिसूत्रे कुत्रचित् भ्रमः अस्ति कार्यस्य कृते कथं कार्यं करणीयं, कुत्र करणीयम्, अत्र कोऽपि अडिशनल् कार्यं करणीयं वा इति वयं तत्र परिभाषासूत्राणां यः यदा तत्र ज्ञानमस्ति तदा एव वयं कर्तुं शक्यते. अतः परिभाषासूत्राणाम् अध्ययनमपि आवश्यकं. सो आदौ एव प्रथम अध्याये एव महर्षिणा सर्वा ये प्रायशः ये औत्सर्गिकसंज्ञासूत्राणि अपि च परिभाषासूत्राणि प्रथमाध्याये एव दत्तानि. अनन्तरं द्वितीयाध्याये तत्र समासाधिकारः अस्ति. सो वयं जानीमः तत्र समर्थपदानां तत्र समासः सुबन्तानां समर्थसुबन्तानां तत्र समासः वर्तते. अतः तत्र भिन्नभिन्न ये समासाः सन्ति अव्ययीभावसमासः तत्पुरुषसमासः तत्र द्वितीयाध्याये तस्य ये यानि सूत्राणि अपेक्षितानि एकस्मिन् एव स्थले तत्र दत्तानि. द्वितीयाध्याये सम्पूर्णसमासप्रकरणम् अस्ति. अनन्तरं तत्र वयं जानीमः तत्र नामपदेषु तत्र विभक्ति योजनेन विभक्तिप्रत्ययस्य योजनेन एव पदसंज्ञा भवति. सो सुप्तिङन्तपदम् इत्यनेन यस्य अन्ते सुप्रत्ययः वर्तते तस्य पदसंज्ञा अस्ति. सो तत्र प्रत्येकस्मिन् विभक्त्यां किं प्रत्ययः योजनीयं तत्र सर्वे प्रथमाविभक्ति तत्र यः कीदृश तत्र नियमाः सन्ति, कथं तत्र प्रथमाविभक्त्याः प्रयोगः कस्मिन् कस्मिन् अर्थे भवति, कुत्र कुत्र द्वितीयाविभक्ति तृतीयाविभक्ति इति विषयः तत्र सर्वं तदपि द्वितीयाध्याये अस्ति. सो तत्र वयं जानीमः न केवलं तत्र सामान्य कस्मिन् विभक्ति कस्य कस्मिन् अर्थे कस्य विभक्तिः प्रयोगः भवति अपि च तत्र उपपदविभक्त्या विभक्तिनियमाः अपि सन्ति. सो तानि सर्वाणि सूत्राणि तत्र द्वितीयाध्याये एव स्थापितानि. अनन्तरम् अस्माभिः इदानीं पर्यन्तं पठितं धातोः यः अधिकारः सः तृतीयाध्याये अस्ति. सो धातोः अनन्तरं ये प्रत्ययाः अस्माभिः योजनीयं ते सर्वे प्रत्ययाः तृतीयाध्याये एव दत्तानि. सो दत्ताः. सो तृतीय चतुर्थ पञ्चमे अध्याये किमपि अत्र केवलं प्रकृति अनन्तरं ये प्रत्ययाः येषां येषां प्रत्ययानां विधिः सर्वे अत्र प्रत्ययानां विषयः एव अस्ति. तृतीयाध्याये प्रकृति धातु अस्ति चेत् धातोः अनन्तरं के प्रत्ययाः अस्माभिः योजनीयं. चतुर्थ पञ्चम अध्याये तत्र प्रातिपदिकस्य अनन्तरं प्रातिपदिक कृदन्तप्रातिपदिकम् अस्ति वा सुबन्त यः सुबन्तपदम् अस्ति तस्यापि प्रातिपदिकसंज्ञा अस्ति. तदितान्तस्य अपि तदित् प्रत्ययः यस्य अन्ते वर्तते तस्यापि प्रातिपदिकसंज्ञा अस्ति. अपि च यः अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति यः प्रातिपदिकसंज्ञासूत्रम् अस्ति तादृशशब्दसमूहस्य अन्ते के प्रत्ययाः वयं योजयितुं शक्नुमः तेषां विषयः चतुर्थ अध्याये पञ्चमे अध्याये. अतः एतेषु त्रिषु अध्यायेषु केवलं प्रकृति अनन्तरं प्रत्ययः कीदृशप्रत्ययः वयं योजयितुं शक्नुमः तस्य विषयः एव अस्ति. अतः एतेषां त्रयाणाम् अध्यायानां तत्र एकम् अन्यत् नामम् अस्ति प्रत्याध्यायाः. सो एतेषां त्रयाणाम् अध्यायानां तत् प्रत्याध्यायाः इति अपि उच्यन्ते इति तस्य नाम एतेषां नाम अस्ति. इदानीं तत्र तृतीय अध्याये के कीदृशप्रत्ययाः तत्र कीदृशप्रत्ययानां तत्र उल्लेखः अस्ति ते सर्वे धातोः विधीयते, धातोः अनन्तरम् एव तेषां विधानम् अस्ति इति वयम् अद्य पठामः. अनुसूया भगिनी अस्ति वा? आम्, तृतीयाध्यायः इति पठतु भगिनि, एतत् आरभ्य. तृतीयाध्यायः धातुभ्यः ये प्रत्ययाः वैताः ते सर्वे अत्र उक्ताः. सनादयप्रत्ययाः, विकरणप्रत्ययाः, सुप्रत्ययाः भूतार्थे, वर्तमानार्थे, भविष्यार्थे च. लकारप्रत्ययाः भूतार्थे, वर्तमानार्थे, भविष्यार्थे च. कर्मणि भावे च कृत्प्रत्यया प्रत्ययाः, लकारप्रत्ययाः, स्त्रियां कृत्प्रत्ययाः. तृतीयाध्याये सनादयधातुप्रत्ययाः सन्ति, विगणप्रत्ययाः अपि सन्ति. कृत्प्रत्ययाः भूतार्थे, वर्तमानार्थे, भविष्यतार्थे, भविष्यतार्थे अपि अस्ति सन्ति. लकारप्रत्ययाः अपि भूतार्थे, वर्तमानार्थे, भविष्यार्थे च सन्ति. कर्मणि भावे च कृत्प्रत्ययाः, लकारप्रत्ययाः अपि सन्ति. स्त्रियां कृत्प्रत्ययाः अपि सन्ति. यदि तृतीय अध्याय स्वीकृत्य पश्यतां चेत् ये सर्वे सन्ति. भवत्याः समीपे पुस्तकमस्ति वा भगिनि, अष्टाध्यायी सूत्रपाठः? 53 पेज् तत्र उद्घाटयतु भगिनि. तत्र तृतीयाध्याये प्रथमपादः इति तत्र आरभ्यते. तृतीयाध्यायस्य प्रथमपादः प्रथमे तत्र प्रत्ययः परश्च आदि उतादश्च अनुदातौ सुपितौ इति तत्र सूत्रम्. अनन्तरं तत्र सन् प्रत्ययस्य विधिः इत्युक्ते सनादिप्रत्ययेषु तत्र कति प्रत्ययाः सनादिप्रत्ययाः भगिनि? द्वादश सनादिप्रत्ययाः, 12 द्वादश प्रत्ययाः सनादिप्रत्ययाः सन्ति. इत्युक्ते सर्वे सनादिप्रत्ययाः धातोः एव न विधीयन्ते, केचन प्रत्ययाः प्रातिपदिकस्य अनन्तरमपि विधीयते. इत्युक्ते नामपदस्य अनन्तरमपि केचन सनादिप्रत्ययाः विधीयन्ते. परन्तु वयं जानीमः अत्र किमर्थम् अत्र एतानि दत्तानि सनादिप्रत्ययः. सनादिप्रत्ययस्य योजनेन यः शब्दसमूहः तत्र भवति तस्य इत्युक्ते यस्य यदा तत्र सन् प्रत्ययः इत्युक्ते प्रातिपदिकस्य अनन्तरं सन् योजयामः तत्र धातु इति निर्माणं भवति, नूतनधातुः निर्माणं भवति. यद्यपि न केवलं धातु तस्य धातुसंज्ञा भवति. सो धातु प्लस् मूलधातु प्लस् सनादिप्रत्ययः अस्ति चेत् तत्रापि इज् इक्वल् टु धातु एव. प्रातिपदिक प्लस् सनादिप्रत्ययः अस्ति चेत् तत्र इज् इक्वल् टु धातु एव अस्ति. इत्युक्ते तत्र आतिदेशिकधातोः तस्य निर्माणं भवति, अतः अत्र दत्तानि. सो यदा तत्र प्रातिपदिकस्य अनन्तरं सनादिप्रत्ययः योजयामः, नो चेत् धातोः मूलधातोः अनन्तरं सनादिप्रत्ययः योजयामः, तत्र यः औट्कम् अस्ति, यः औट्पुट् अस्ति, सः धातु एव, तस्य धातुसंज्ञा एव. अतः धातोः अनन्तरं ये प्रत्ययाः विधीयन्ते तादृश ते प्रत्ययाः एतस्य शब्दसमूहस्य अनन्तरम् अपि आगन्तुं शक्यते. किमर्थं चेत् महर्षि वदति सनाद्यन्तः दातवः. सो वेदर् प्रातिपदिक प्लस् सनादिप्रत्यययोजनेन धातुनिर्माणं भवति नो चेत् मूलधातुयोगसनादिप्रत्ययः भवति चेत् तत्रापि धातोः एव निर्माणं भवति, अतः अनन्तरं समानप्रक्रिया अस्ति. यथा तत्र भुवादयः धातु किं भगिनि प्रातिपदिकं न भवति वा? न, धातुनिर्माणं भवति तत्र. सो तत्र किमर्थं चेत् सूत्रं वदति, महर्षिः वदति सनाद्यन्तः धातवः यस्य कस्य शब्दसमूहस्य अन्ते सनादिप्रत्ययः श्रूयते तस्य धातु इति संज्ञा. सो धातुसंज्ञा अष्टाध्यायीग्रन्थे सूत्रद्वयेन दत्तम्. एकमस्ति भूआदयः धातवः, भू ये पाणिनिधातुपाठे भू आदिधातवः सन्ति तेषां शब्दसमूहानां यथा गम्लृ तत्र डुक्रै, सो तादृशशब्दसमूहस्य धातु इति संज्ञा. किमर्थं? सूत्रमस्ति भुआदयः धातवः, परन्तु यदा तत्र पाठी भवति, पाठी इति शब्दसमूहस्य पुनः सनाद्यन्तः धातवः इति सूत्रेण तस्यापि पुनः धातुसंज्ञा भवति. अतः तत्र धातोः ये ये प्रत्ययाः विधीयन्ते तेषां तत्र उपयोगः वयं कर्तुं शक्यते. सो 53 पेज् मध्ये तत्र प्रथमे तत्र अधिकारसूत्राणि दत्तानि, प्रत्ययपरश्च धन आदि उदात्तश्च अनुदातौ सुप्तौ, अनन्तरं तत्र सन् प्रत्ययानां. सो प्रथम अध्याये आरम्भे एव सन् प्रत्ययानां विधिः दत्तम्. सो सन् प्रत्ययानां विधिः प्रथमे सनादिप्रत्ययेषु प्रथमप्रत्ययः सन् अस्ति, अतः नामकरणमस्ति सन् आदिप्रत्ययाः. सो सन् येषां प्रत्ययानाम् आदौ सन् अस्ति तेषां नाम सनादिप्रत्ययः. सो सन् अपि अन्यतमः अस्ति सनादिप्रत्ययेषु. सन् प्रत्ययः प्रथमप्रत्ययः. सो सन् प्रत्ययः अनन्तरं क्यच् प्रत्ययः. अत्र पश्यतु भगिनि, अनन्तरम् अस्ति क्यच् प्रत्ययः, अनन्तरं काम् यच्, अनन्तरं क्यङ्, अनन्तरं क्यश् प्रत्ययः, अनन्तरं तत्र सो सन् काम् यच् क्यङ् क्यश्, अनन्तरं पुनः क्यच् प्रत्ययस्य विषये. सो 1, 2, 3, 4, 5 अनन्तरं तत्र अग्रिमे पुष्टे तत्र णिन् प्रत्ययः, तत्र कण्ठ्यनकारस्य इति अस्ति णिन् प्रत्ययः. अनन्तरं णिच् प्रत्ययः. सो सनादिप्रत्ययेषु णिच् अन्यतमः, णिच् प्रत्ययः अपि सनादिप्रत्ययः. अनन्तरं तत्र यङ् प्रत्ययः, यङ् अपि सनादिप्रत्ययः. सो संयङ्गोः वयम् अस्माभिः तत्र दृष्टम्, तत्र संयङ्गोः इति सूत्रम् अस्ति. यदा तत्र सन् प्रत्ययः परे अस्ति, नो चेत् यङ् प्रत्ययः परे अस्ति, सो अत्र यङ् प्रत्ययः. सो यत्र धातोः अनन्तरं सन् प्रत्ययः अस्ति, नो चेत् यङ् प्रत्ययः अस्ति, तत्र किं भवति? धातुः द्वित्वं भवति. संयङ्गोः इति सूत्रेण तत्र धातु द्वित्वं भवति. सनि परे द्वित्वं, यङि परे द्वित्वम्, अपि च लिटि परे अपि द्वित्वं भवति. सो अनन्तरं तत्र यङ् प्रत्ययः. सो निच् प्रत्ययस्य पुनः तत्र, सो निच् प्रत्ययस्य कृते, निच् प्रत्ययस्य कृते तत्र सि अत्र सत्य सत्यपाश् रूप वीणा तूल् श्लोक् सेना लोप् त्वच् वर्म वर्णचूर्ण अनन्तरं चुरादिभ्यः निच् इति तत्र दीर्घसूत्रमस्ति. सो अनेन सूत्रेण सत्य आप पाश रूप वीना तूल, सो एते शब्दसम एते धातवः न सन्ति, एते शब्दाः सन्ति, इत्युक्ते नामपदानि सन्ति. सो एतेषां शब्दानाम् अनन्तरमपि निचायाति, परन्तु स्वार्थे अस्ति. कोऽपि तत्र स्वार्थे इति वदामः चेत् यः मूलशब्दस्य अर्थः, तत्र कोऽपि अर्थपरिवर्तनं न भवति, प्रत्ययस्य कारणेन अर्थपरिवर्तनं न भवति इति तत्र वयं किं वदामः. अत्र प्रत्ययः स्वार्थे अस्ति, स्वार्थे अस्ति. तथैव अनन्तरम् अस्ति चुरादिभ्यः निच्. सो चुरादिभ्यः इति यः अस्ति, चुरादिभ्यः इत्यनेन किं? चुरादिभ्यः इति चुरादिगणः इति अस्ति, दशमगणस्य नाम अस्ति चुरादिगणः. सो चुरादिगणे अपि तत्र स्वार्थे निच्छयः अस्माभिः योजनीयः. अनन्तरं तत्र हेतुमति च, सो हेतुमति च सूत्रेण अपि तत्र किं निच् एव आयाति, निच् प्रत्ययः. सो यदा तत्र पाठयोग निच् भवति तत्र पाठी भवति. सो तत्र स्वार्थे निच् नास्ति, तत्र हेतुमति च सूत्रेण निच् अस्ति. अतः तत्र किञ्चित् अर्थपरिवर्तनं भवति. धातु यः अर्थ मूल अर्थम् अस्ति पाठ इत्युक्ते टु रीड्, इदानीं पाठी इति यः भवति सो तत्र अर्थपरिवर्तनं भवति. इत्युक्ते बिकमिङ्ग् ए हेतु आफ् टु रीड्. सो वयं किं वदामः, माता पुत्रं पाठयति. माता स्वयं न पठति, माता पुत्रं पाठयति. सो तत्र अर्थपरिवर्तनं भवति. किमर्थं चेत् अत्र हेतुमति च हेतुः भवति, कार्यस्य कृते हेतुः अस्ति चेत् तत्र निच् आयाति. सो निच् अपि सनादिप्रत्ययेषु अन्यतमः. अनन्तरं यक् प्रत्ययः, यक् अपि सनादिप्रत्ययः. अनन्तरम् आय् इति प्रत्ययः, आय् प्रत्ययः अपि सनादिप्रत्ययः. अनन्तरम् इयङ् प्रत्ययः, इयङ् इयङ् अपि सनादिप्रत्ययः. पुनः तत्र णिङ् इति प्रत्ययः, कर्मणि णिङ् इति यः कर्मणि अङ् प्रत्ययः. कमेर् कमेर् कमेर् णिङ्ग्. एकनिमेषः पठामः अत्र कीदृशप्रत्ययः अस्ति. सो एते द्वादशसनादिप्रत्ययः. सो द्वादशसनादिप्रत्ययः कमेर् निङ् एव अस्ति. सो एते दातु केवल द्वादशप्रत्ययानां विधिः तृतीय अध्याये आदौ एव दत्तम्. धातोः वदतु महोदय. भगिनि, प्रातिपदिकात् परे अपि मध्यज्वसनादिप्रत्ययः आयाति. अत्र विशिष्टसूत्राणि दत्तानि न महोदय, यथा तत्र वीणा वीणा इति यः अस्ति तस्य अनन्तरं तत्र अपि निष्प्रत्ययः विधीयते. तत्र किं भवति, धातु भवति प्रातिपदिकं पुनः भवति धातुसंज्ञा सनाद्यन्तः धातवः इत्यनेन. इत्युक्ते वीणायोग निच् कुर्मः चेत् अनन्तरं कार्याणि भूत्वा तत्र यः शब्दसमूहः निर्मीयते तस्य धातुसंज्ञा अस्ति. सो तत्र पुनः वयं तत्र लट् वर्तमाने लट् लोट् च इति तत्र अपि च कृत् प्रत्ययः योजयितुं शक्नुमः. तस्य पुनः धातुसंज्ञा भवति. अत्रापि न दत्तम्. अत्रापि न दत्तम्. कस्मिंश्चित् सूत्रे सन् प्रत्ययानाम् आवली तत्र अस्ति. सनादन्तः धातुः अनसूया भगिनि, एकवारम् एतत् पठतु. स्क्रीन् दृश्यते वा भगिनि? अत्र पठतु सनादिप्रत्ययान्त शब्दाः. अत्र पठतु भगिनि एकवारं नादिकृत्यान्ताः शब्दाः सात् धातुसंज्ञकाः भवन्ति व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति धातुः इति संज्ञा धातुपाठे परिगणितानि परिगणितानां प्रायेण द्विसहस्रशब्दानां कियं संज्ञां भूवादयो धातवः प्रथमाध्याये तृतीयपादे प्रथमसूत्रेण सन्दीयते परन्तु एतान् विहाय संस्कृते अन्ये अपि शब्दाः धातुरूपेण प्रयुक्ताः दृश्यन्ते यथा असूया सत्याय जुगुस् एते अस्ति एते भिन्नाः शब्दाः संस्कृते धातुसंज्ञकाः एव सन्ति एते सर्वे शब्दाः भिन्नेभ्यः धातुभ्यः प्रातिपदिकेभ्यः च सनादि इत्याख्यान् प्रत्ययान् योजयित्वा सिद्ध्यन्ते एतादृशानां सर्वेषां शब्दानां परिगणनं धातुपाठे नैव सम्भवति अतः एतेषां धातुसंज्ञा विद्यातुं पाणिनिधातुं पाणिनिना प्रकृतसूत्रं निर्मितम् अस्ति ये शब्दाः सनादिप्रत्ययान्ताः सन्ति तेषां धातुसंज्ञा भवति इति प्रकृतसूत्रस्य अर्थः एते एव धातवः आतिदेशकधातवः नाम्ना अपि जायन्ते शनादिप्रत्ययाः षष्टाध्यायां गुप्तिज्भ्यः सन् तृतीयाध्याये प्रथमपादे पञ्चमसूत्रेण सूत्रतः आरभ्य कर्मणि तृतीयाध्याये प्रथमपादे त्रिंशत् इति यावद्भिः सूत्रैः आहत्य द्वादशप्रत्ययाः पाठ्यन्ते एतेषु प्रत्ययेषु प्रथमप्रत्ययः सन् इति अस्ति अतः एतेषां सर्वेषां सनादिप्रत्ययाः इति अपि नाम दीयते एतेभ्यः केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते केचन अन्ये च धातुभ्यः विधीयन्ते परन्तु एतेषां सर्वेषां योजनेन नित्यं सनात्यन्ता धातवः तृतीयाध्याये प्रथमपादे द्वित्रिंशत् इति प्रकृतसूत्रम् अनुसृत्य धातुनिर्माणमेव भवति एतेषां द्वादशानां प्रत्ययानां प्रत्येकम् एकम् उदाहरणम् अधः दीयते सूत्राणां विस्तरः तु तत्स्थले एव द्रष्टव्यः सो अत्र वदति सनादिप्रत्ययानां यः विधिः अस्ति 315 आरभ्य 3130 पर्यन्तम् एभिः सूत्रैः तत्र सनादिप्रत्ययः कस्मात् विधीयते अपि च कस्मिन् अर्थे विधीयते इति अत्र एव दत्तम् अपि च अत्र मुख्यं किम् अस्ति अत्र वदति ये भुवादयः धातवः पाणिनिधातुपाठे ये परिगणितधातवः इत्युक्ते अराौण्ड् 2000 ये धातवः सन्ति ते पाणिनिधातुपाठे तेषां शब्दानां तेषां शब्दसमूहानां संज्ञा धातु इति संज्ञा अनेन सूत्रेण 131 इति सूत्रेण तत्र भवति भूवादयः धातवः सो तत्र परन्तु व्याकरणशास्त्रे तत्र अन्यशब्दसमूहाः अपि सन्ति येषां तत्र धातु इति संज्ञा वदति तत्र तेषां तत्र धातुपाठे तेषां किमर्थं चेत् ते अनन्ताः इत्युक्ते ते शब्दाः अनन्ताः सनादिप्रत्ययस्य योजनेन यः आतिदेशिकधातुः भवति ते अनन्ताः अतः तेषां गणना तत्र धातुपाठे नास्ति अतः भिन्नसूत्रं तत्र अपेक्षितम् अतः महर्षिणा किम् उक्तं सनाद्यन्तः धातवः इति द्वितीयसूत्रम् उक्तम् सो यस्य यस्य शब्दसमूहस्य अन्ते सनादिप्रत्ययः, सनादि इति द्वादश, इदानीं वयं जानीमः तत्र द्वादश सनादिप्रत्ययाः सन्ति, तेषां योजनेन यः शब्दसमूहः निर्मीयते तस्यापि धातु इति संज्ञा भवति. अतः ते अनन्ताः, ते अनन्तशब्दाः. सो अनन्तरं तत्र तेषाम् अनेन सूत्रेण धातुसंज्ञा भवति. अपि च वदति ये सनाद्यन्तः धातु सनादिप्रत्ययाः सन्ति 1315 आरभ्य 3130 पर्यन्तं, ते प्रत्ययाः न केवलं मूलधातुभ्यः विधीयन्ते परन्तु प्रातिपदिकेभ्यः अपि विधीयन्ते इति अत्र लिखितम्. एतेभ्यः केचन प्रत्ययाः, इत्युक्ते औट् आफ् दीस् 12 प्रत्ययास् केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, केचन धातुभ्यः विधीयन्ते. सो परन्तु किम्, अनन्तरं यः शब्दसमूहः भवति तस्य धातु इति संज्ञा भवति. किमर्थं चेत् प्रातिपदिक प्लस् धातु अस्ति चेत् तदपि आतिदेशिक धातु, धातु प्लस् सनादिप्रत्ययः अस्ति चेत् तस्य सोरि प्रातिपदिक प्लस् सनादिप्रत्ययः अस्ति चेत् धातुसंज्ञा, धातु मूलधातु प्लस् सनादिप्रत्ययः अस्ति चेत् पुनः तस्य सनाद्यन्तः धातुः. किमर्थं चेत् अत्र वदति अन्तः, यस्य अन्ते यस्य शब्दसमूहः प्रातिपदिक अस्ति वा धातु अस्ति वा तस्य अन्ते यदि कोऽपि सन् प्रत्ययः श्रूयते, यत्किमपि द्वादश सन् प्रत्ययेषु कोऽपि अनन्तरम् अन्ते श्रूयते चेत् तस्य पुनः धातु इति संज्ञा भवति. सो अत्रैव लिखितम् अत्र अस्मिन् यदि वयम् अत्र एतस्य सूत्रस्य अनन्तरं वदति प्रत्येकस्य ये 12 ये द्वादश प्रत्ययाः अत्र सनादिप्रत्ययाः सन्ति तेषाम् अत्र उल्लेखः अस्ति अस्मिन् बृहत् सूत्रे. सि अत्र प्रथमप्रत्ययः अस्ति सन् प्रत्ययः. सो अत्र पश्यतु, वयं जानीमः तत्र सूत्रं किमस्ति द्वितीयप्रकरणे सन्यङ्गोः. सो अत्र गुप् योगसन् अस्ति चेत् गुप् अनभ्यासधातुः, अनभ्यासधातुः इत्युक्ते सनङ्गोः इति सन्यङ्गोः इति सूत्रेण यः द्वित्वं भवति कीदृशधातुः द्वित्वं भवति, अन् अभ्यासधातोः, तत्र लिखितम् अनभ्यासस्य. सो अनभ्यासस्य इत्युक्ते यः अभ्यासभागेन सह न आयाति तादृशधातुः. सो गुप् इति यः कोऽपि अत्र किमस्ति शब्दसमूहः अस्ति तस्य गुप् कोऽपि धातु नास्ति, गुप् इति शब्दसमूहः अस्ति, तस्य अनन्तरं संयोजयामः चेत् अत्रापि गुप् गुप् भवति. किमर्थं चेत् सन्यङ्गोः इति सूत्रेण अत्र शब्दसमूहस्य द्वित्वं भवति. सो अनन्तरं यत् किमपि कार्यम् अस्ति तद् भूत्वा. सो प्रथमप्रत्ययः अस्ति सन् प्रत्ययः, द्वितीयम् अस्ति केच् प्रत्ययः. सो केच् प्रत्ययः अपि केच् प्रत्ययः केवलं प्रातिपदिकेभ्यः एव विधीयन्ते. अत्र पश्यतु पुत्र इति प्रातिपदिकम् अस्ति, तस्य अनन्तरं केच्, अनन्तरं तृतीय अस्ति काम्यच्. सो काम्यच् प्रत्ययः अपि प्रातिपदिके विधीयन्ते. क्यङ् प्रत्ययः, सो अत्रापि क्यङ् अपि प्रत्ययः, इत्युक्ते अत्र द डिस्ट्रिब्यूशन् इस् लैक् 4-4-4 इत्युक्ते चत्वारि प्रत्ययाः केवलं चत्वारि सनादिप्रत्ययाः केवलं धातोः विधीयते, चत्वारि प्रत्ययाः केवलं प्रातिपदिके विधीयन्ते, एण्ड् द रेस्ट् आफ् द फोर् धातुस् 4-4-4 चार्तीय बारा. सो ये रेस्ट् आफ् द फोर् प्रत्ययाः सन्ति ते प्रातिपदिके अपि विधीयन्ते, धातोः अपि विधीयन्ते, यथा निच् प्रत्ययः. सो क्यङ् केवलं प्रातिपदिकस्य, केश् केवलं प्रातिपदिकस्य. सो केच् सन् इति प्रत्ययः प्रातिपदिके अपि विधीयन्ते, धातोः अपि विधीयन्ते. केच् काम्यच् क्यङ् अपि च केश् एते चत्वारि प्रत्ययाः सनादिप्रत्ययाः केवलं प्रातिपदिके विधीयन्ते. अनन्तरं निङ् निङ् अपि प्रातिपदिके विधीयन्ते. अहं चिन्तयामि अत्र धातोः कम् इति धातोः अपि विधीयन्ते, अपि च प्रातिपदिके अपि विधीयन्ते. निच् अपि तथैव अस्ति. निच् प्रत्ययः धातोः विधीयन्ते, अपि च वयं दृष्टवन्तः वीणा इति यः अस्ति, वीणा शब्दस्य अनन्तरमपि निच् प्रत्ययः आगन्तुं शक्यते. यङ् प्रत्ययः, यङ् प्रत्ययः सर्वेषां धातोः न आगन्तुं शक्यते. किमर्थं चेत् अत्र तादृशसूत्रमस्ति, सूत्रमस्ति धातोः एकाच हलादिक्रियासंव्यहारे यङ्. धातोः एकाच भवेत् इत्युक्ते ये अनेकाच धातवः सन्ति तेषाम् अनन्तरं यङ् आगन्तुं न शक्यते. अपि च एकाच भवेत् हलादि भवेत् तादृशधातोः अनन्तरम् एव यदि इ इति प्रत्ययः, इन् गतौ इति प्रत्ययः, इन् गतौ इति प्रत्ययः एकाच अस्ति, तत्र एकमेव आचवर्णः अस्ति, परन्तु हलादि नास्ति, स्वर अस्ति आदौ. अतः इन् गतौ इति धातोः अनन्तरमपि यङ् प्रत्ययः वयं न योजयितुं शक्नुमः. किमर्थं चेत् विधिसूत्रं तादृशम् अस्ति. विधिसूत्रे वदति धातोः एकाच् भवेत् हलादि भवेत् तदा एव यङ् योजयितुं शक्नुमः. अतः सर्वेषां धातोः अनन्तरं यङ् न आगन्तुं शक्यते. एतादृशधातोः अनन्तरम् एव यङ् प्रत्ययः आगन्तुं शक्यते. परन्तु निच् प्रत्ययः तु सर्वेषां धातोः अनन्तरं निच् आयाति. किमर्थं चेत् सूत्रमस्ति हेतुमति च. सो हेतुमति च सूत्रे किमपि न उक्तं कीदृशधातुः भवेत् तदा एव योजनीयम् इति किमपि न लिखितम्. सो एट्थ् वन् इस् यङ् प्रत्ययः. अनन्तरं यक् प्रत्ययः. सो यक् प्रत्ययः अपि विशिष्टेभ्यः धातुभ्यः यक् प्रत्ययः आयाति. अनन्तरम् आय् इति प्रत्ययः, टेन्थ् प्रत्ययः. इयङ् इति प्रत्ययः, इलेवेन्थ् प्रत्ययः. अनन्तरं क्युप् इति प्रत्ययः. सो क्युप् प्रत्ययः अत्र पुस्तके नास्ति वा कुत्रचित्? आं, सूत्रसङ्ख्या किमस्ति? सर्वप्रातिपदिकेभ्यः तथैव मया उक्तम्. सो अत्र पुस्तके वार्तिकेन एतत् प्रत्ययः विधीयते. एतत् अपि सनादिप्रत्ययः. सो एते द्वादश सनादिप्रत्ययाः. केचन प्रत्ययाः केवलं धातोः विधीयन्ते, केचन केवलं प्रातिपदिके विधीयन्ते, केचन प्रत्ययाः सनादिप्रत्ययाः धातोः अपि विधीयन्ते, प्रातिपदिकस्य अनन्तरम् अपि विधीयन्ते इति. तत्र द्वादश सनादिप्रत्ययः. सो एतेषाम् उल्लेखः कुत्र अस्ति? तृतीय अध्यायस्य प्रथमपादे अस्ति इति अत्र करपत्रे लिखितम्. अनन्तरं विकरणप्रत्ययः. विकरणप्रत्ययस्य विषये का वदति? लक्ष्मीभगिनी, विकरणप्रत्ययविषये वदति वा? व्याकरणे विकरणप्रत्ययाः के के? लक्ष्मी एच् एस् भगिनी अस्ति वा? भगिनी नो चेत् के वि महोदय विकरणप्रत्ययस्य विषये वदतु. नमस्कारः. नमस्ते महोदय. विकरणप्रत्ययः व्याकरणशास्त्रे विकरणः इत्युक्ते किम्? विकरणः इत्युक्ते किम्? यः धातु च लकारप्रत्यय मध्ये आयाति तस्य नाम विकरणप्रत्ययः. सम्यक्. अनन्तरं विकरणप्रत्ययः कर्तरि शप् इति सूत्रेण आयाति. द्वितीयं द्वितीयबिन्दुः अस्ति प्रथमबिन्दुः अस्ति. सपोज् वै हेव् टु रैट् एन् एस्से आन् विकरणप्रत्ययः, अस्तु. सो प्रथमबिन्दुः अस्ति तादृशप्रत्ययः यः धातुः अपि च तिवादयस्य मध्ये पतति, मध्ये आयाति, तस्य नाम अस्ति विकरणप्रत्ययः. इस् द इन्ट्रोडक्षन्. अनन्तरं विकरणाः द्विविधाः, ते के वदतु. वदतु महोदय, विकरणाः द्विविधा. श्रूयते वा? आम्, द्विविधाः अस्ति. टु टैप्स् आफ् विकर्ण, विकर्णस् आर् टु टैप्स्. One is shap. Shap pratyaha? Shap pratyaha. Kevalam shap. Yes. Sarvadhatuk pratyaha va ardhadhatuk pratyaha, vikaran pratyaha. विकरणाः द्विविधाः, द्विविधाः सार्वधातुक प्रथमस्ति, प्रथमस्ति न सार्वधातुक न महोदय, प्रथमस्ति विकरणाः द्विविधाः. प्रथमस्ति घननिमित्तिक विकरणाः, वन् टैप्, फस्ट् टैप् घननिमित्तिक विकरणाः. सेकेण्ड् इस् फस्ट् इस् गणनिमित्तिक विकरणप्रत्ययः, लकारनिमित्तिक विकरणप्रत्ययः च इति द्विविधा. सो टु टैप्स् आफ् विकरणप्रत्ययः. सो विकरणाः द्विविधा, वदतु इदानीं वदतु. विकरणाः द्विधा, प्रथमा गणनिमित्तिक विकरणाः, द्वयं लकार निमित्तिक विकरणाः. लकार इदानीम् इदानीं वदतु, घननिमित्तिक विकरणाः के? घननिमित्तिक विकरणाः कर्तरि शप् इत्यनेन शप् मध्ये आयाति. यदि हौ वी केन् से महोदय, suppose we have to start from shab, because the first sutra is kartri shab for the gana vikaranah. So how yes. we will say shapadayah, prathama vid pratyayah gana nimittik pratyayeshu shapadayah vikaranah ayanti, shab adayah yesham adau shap asti tasmin eva prakarne dattam shab shan sha shnam. So शपादय प्रत्ययः, शप् आरभ्य शपादय प्रत्ययः घननिमित्तिक विकरण प्रत्ययः. देन् यू केन् गिव् द आवली शप्, अपि च के के सन्ति शप्, शन्, देन् श्नु, श्नु, देन् श, अभवत् महोदय. तनादि उहु अपि गणविकरणप्रत्ययेषु शबादेषु तस्य कृते अपि सार्वधातु कर्तार्थक प्रत्ययः एव निमित्तं भवति. सो शप् आदे उ इति अस्ति, नवमस्ति क्रियादिष्णा एते ष शबादयः गणनिमित्तिक विकरणाः हौ मेनि वन् टु सेवन् सेवन् सप्त सप्त सप्त गणनिमित्तिक विकरण प्रत्ययः इति प्रथमविद् इदानीं लकारनिमित्तिक विकरणाः ते अपि धातुतिबादयस्य मध्ये आयान्ति ते प्रत्ययाः अपि धातुतिबादयस्य मध्ये आयान्ति ते के महोदय ओके what do we call it nakara adare in ke pratyah ayanti sha sha ayati then tas sha tas satasi lutti satasi lutti lru lutu लृ लुटो लृ अपि अस्ति लृ इत्युक्ते लृङ् अपि च लृट् लकारे लुटो देन् चिलिलुङ्गि चिलिलुङ्गि सो चिलि सो लकारनिमित्तिकविकरणप्रत्ययः स्य तास् अपि च चिलि एते लकारनिमित्तिकविकरणः अनन्तरं चिलि चिलि स्थाने स्विच् वयं दृष्टवन्तः आदेशाः भवन्ति परन्तु मूले तु लकारनिमित्तिकविकरणप्रत्ययः स्य तास् अपि च चिलि एते एव लकारनिमित्तिकविकरणः अनन्तरं भिन्नसूत्रेण तत्र चिलिस्थाने सिच् आदेशः भवति चिलिस्थाने कुत्रचित् भिन्न आदेशः भवति चङ् आदेशः भवति तद् भिन्नविषयः सो ते आदेशाः ते आदेशप्रत्ययाः सो परन्तु मूलप्रत्ययाः के च तास् अपि च चिलि चिलिप्रत्ययः एते एते अपि विकरणाः परन्तु लकारनिमित्तिकविकरणाः सो कुत्रचित् विकरणाः लकारस्य कारणेन आयान्ति कुत्रचित् विकरणप्रत्ययाः घनकारणेन घन आधारीकृत्य आयाति कस् यस्य गणस्य धातुः तस्य गणस्य विकरणः मध्ये आयाति परन्तु केवलं सार्वधातुकप्रक्रियायाम् इति तत्र विकरणप्रत्ययाः सो सन् प्रत्ययस्य अनन्तरम् एव तत्र सार्वधातु कर्तरि शप् इति सूत्र आरभ्य तत्र विकरणानां विधिः अस्ति इति तत्र विकरणप्रत्ययः अस्तु महोदय धन्यवादः अनन्तरं तत्र धन्यवादः पूर्णिमा भगिनी कृत् प्रत्ययविषये वदति वा अस्ति वा भगिनि श्रूयते वा भगिनि नो चेत् गिरिजा भगिनि आम् इदानीं वदतु पूर्णिमा भगिनि ध्वनिना आयाति भगिनि अहं तु श्रोतुं न शक्यते भवत्याः ध्वनि श्रोतुं शक्यते वा न ऐ केनाट् हियर् न श्रूयते भगिनि किञ्चित् तत्र क्लेशः अस्ति भगिनि पूर्णिमा भगिनि भवत्याः ध्वनि न श्रूयते गिरिजा भगिनी अग्रे पठति वा भगिनि कृत् प्रत्ययः आं भगिनि कृत् प्रत्ययाः भूतार्थे वर्तमानार्थे भविष्यार्थे च इत्युक्ते डु यु हाव् द बुक् भगिनि अष्टाध्यायीसूत्रपाठः अस्ति वा सो इफ् यु स्टार्ट् फ्रोम् 56 पेज् नम्बर् सो 56 पेज् नम्बर् एकनवतितमं सूत्रमस्ति धातोः एकनवतितमं सूत्रमस्ति धातोः सो धातोः तत्र अनन्तरं कृत् संज्ञा इति अस्ति सो कृत् संज्ञा इत्युक्ते अनेन सूत्रेण कृत् संज्ञा भवति, कस्य कस्य कृत् इति संज्ञा. सूत्रं किमस्ति भगिनि, पठतु. कृतिङ्ग् कृदतिङ्ग् अतिङ्ग् कृत् अतिङ्ग् कृत् अत्र पदद्वये अत्र पद द्वयं कृत् अतिङ्ग् कृत् कृदतिङ्ग् इति सूत्रमस्ति. सो कृदतिङ्ग् इति सूत्रेण तत्र अतिङ्ग् ये अतिङ्ग् सन्ति तेषां ये अतिङ्ग् प्रत्ययाः ते किं ते कृत् प्रत्ययाः. परन्तु अत्र सि कृद कृत् संज्ञा पूर्वे तत्र सन् शप् शष्णम् इति उपरि तत्र पठतु शन् अपि च तत्र शानच् कानच् अनन्तरं श्ना ऊष्णं शः अपि च तत्र कर्तरि शप् सार्वधातुके यक् पठामि वा सर्वे न न किम् उक्तुं किं वक्तुम् इच्छामि अत्र इत्युक्ते अत्र किं लिखितं कृदतिङ्ग् सूत्रम् अस्ति कृदतिङ्ग् ये अतिङ्ग् प्रत्ययाः सूत्रस्य कः अर्थः ये अतिङ्ग् प्रत्ययाः तेषां संज्ञा अस्ति कृत् इति संज्ञा इति सूत्रं वदति कृदतिङ्ग् परन्तु वयं जानीमः शप् शष्णा ते अपि अतिङ्ग् ते तु तिङ्ग् न सन्ति ते अतिङ्ग् प्रत्ययाः अपि च सन् सन् यङ्ग् निच् निङ् ये द्वादश सनादिप्रत्ययाः ते अपि अति ते अपि अतिङ्ग् प्रत्ययाः परन्तु तेषां कृते तिङ् कृत् संज्ञा नास्ति. सो अत्र यः प्रकरणम् आरभ्यते यद्यपि अत्र लिखितं कृदतिङ्ग् सो ये अतिङ्ग् प्रत्ययाः ते कृत् परन्तु सनादिप्रत्ययविषये अपि च विकरणप्रत्ययविषये न तु कृत् संज्ञा अस्ति न तिङ् संज्ञा अस्ति. सो दीस् आर् सेपरेट् सेट् आफ् प्रत्ययाः सनादिप्रत्ययाः भिन्नप्रत्ययाः विकरणप्रत्ययाः भिन्नप्रत्ययाः देन् कम्स् द तिङ् एण्ड् कृत् तिङ् एण्ड् कृत् सो ये अतिङ्ग् प्रत्ययाः ते कृत् संज्ञकाः इति वदति. सो कृत् प्रत्ययाः तत्र बहूनि कृत् प्रत्ययाः सन्ति. सो अत्र कृत् प्रत्ययानाम् इदानीं तत्र कृत् प्रत्ययानां प्रसङ्गः आरभ्यते इति तस्य प्रकरणम् आरभ्यते. सो तत्र यत् प्रत्ययः अस्ति क्यप् प्रत्ययः अस्ति अत्र पश्यतु पुस्तके अनन्तरं ण्यत् प्रत्ययः अनन्तरं तत्र नवुल् प्रत्ययः तृच् नवुल् तृच् क प्रत्ययः श प्रत्ययः न प्रत्ययः एते सर्वे कृत् संज्ञकाः. अनन्तरं शुण् ठकन् न्युट् वुण् अण् क ट अच् ट सो कृत् प्रत्ययानाम् आवली अहं चिन्तयामि 124 अराौण्ड् 124 कृत् प्रत्ययाः. एते सर्वे प्रत्ययाः धातोः विधीयन्ते. कृत् प्रत्ययाः केवलं धातोः विधीयन्ते. देन् इन् हश् खच् ढ देन् टक् ख्युन् क्विन् कै क्विप् वि न्युट् विट् कप् सो एते सर्वे कृत् प्रत्ययाः. देन् क्वस्वु देन् द लुङ् प्रत्ययः अस्तु भूतार्थः तृतीयपादः पर्यन्तं के के प्रत्ययाः सन्ति ते सर्वे अपि कृत् प्रत्ययाः भगिनि कृत् प्रत्ययः अपि च तत्र वदतु. सो अनेन सूत्रेण कृदतिङ्ग् इति सूत्रेण ये अतिङ्ग् प्रत्ययाः यत् तिङ् प्रत्ययाः केवलं अष्टादश तिङ् प्रत्ययाः तिङ् प्रत्ययाः इत्युक्ते अष्टादश तिङ् प्रत्ययाः तेषां विहाय ये अन्यप्रत्ययाः धातोः विधीयन्ते ते सर्वे कृत् संज्ञकाः. तेषां कृत् इति संज्ञा अस्ति सो कृत् अपि नामकरणम् अस्ति कृत् अपि नामकरणम् अस्ति सो कृत् प्रत्ययाः. तिङ् अपि नामकरणम् अस्ति वयं जानीमः ति आरभ्य महिङ् पर्यन्तं ये प्रत्ययाः ते तिङ् प्रत्ययाः. सो अतिङ्ग् धातोः अनन्तरं तिङ् अपि अस्ति, परन्तु तेषां विहाय ये अन्यप्रत्ययाः ते सर्वे कृत्संज्ञकाः, परन्तु विकरणप्रत्ययानाम् अपि च समाधिप्रत्ययानां न तु कृत्संज्ञा नास्ति व्याकरणशास्त्रे, तेषां कृते कृत्संज्ञा नास्ति, यद्यपि ते अतिङ् ते तथापि तत्र तेषां कृत्संज्ञा नास्ति. एकनिमिष अत्र पश्यामि किं लिखितमस्ति. कृदतिङ् अत्र नास्ति. अत्र व्याख्यानमस्ति. अस्तु, सो कृत् प्रत्ययाः अपि तृतीयाध्याये तेषाम् उल्लेखः अस्ति. अनन्तरं केचन भूतार्थे भूतकालार्थकृत् प्रत्ययः जानाति वा भगिनि? अत्र पश्यतु, ते पुस्तके पश्यतु, तत्र 60 पेज् यः अस्ति, 60 पेज्, तत्र चतुरशीति सूत्रं भूते, चतुरशीति इति सूत्रम् अस्ति भूते, पश्यति वा भगिनि? तत्र आरभ्य भूत् इति अधिकारः आरभ्यते. सो भूतार्थे ये ये प्रत्ययाः ते वेदर् दे आर् लकार प्रत्ययाः आर् दे आर् कृत् प्रत्ययाः, ते सर्वे तेषां सर्वेषां प्रत्ययानाम् अत्र उल्लेखः अस्ति भूते इति अधिकारे. सो अत्र भूते क्विप् अस्ति, निनि अस्ति, इनि अस्ति, क्वनिप् अस्ति, ड प्रत्ययः अस्ति. अनन्तरम् अत्र पश्यतु, त तवतु, क्त तवतु, सो क्त तवतु इति भूते, भूते. सो तेषां निष्ठा इत्युक्ते एकं सूत्रमस्ति, निष्ठा इति संज्ञा अस्ति, त अपि च तवतु प्रत्यय प्रत्ययद्वयस्य कृते एकं विशिष्टनामकरणमस्ति निष्ठा. सो निष्ठा इति एतत् संज्ञा अपि अस्ति, अत्र अधिकारसूत्रम् अस्ति. सो क्त तवतु इत्युक्ते यदा तत्र गम् योग क्त कुर्मः तत्र गतः भवति, गत् इति प्रातिपदिकं, गत इति प्रातिपदिकं भवति, अनन्तरं भूते गतः, रामः गतः इत्युक्ते रामः अगमत्, अगमत् इति तत्र भवति तस्य अर्थः. सो क्त तवतु अपि भूते अस्ति, भूत् भूत्कालार्थक प्रत्ययः, कृत् प्रत्ययः. अपि च प्रथमे तत्र अनन्तरं सि प्रथमे तत्र भूताधिकारः, अनन्तरं वर्तमानाधिकारः, तत्र वर्तमाने लट् 123 सूत्र यावत्पर्यन्तं यत्किमपि अस्ति तत् सर्वं, ते सर्वाणि सूत्राणि भूते इति अधिकारे अस्ति. सो अनन्तरं तत्र लट् प्रत्ययस्य विधिः 123 सूत्र वर्तमाने लट्. सो अत्र वर्तमान इति विषयः आरभ्यते, वर्तमानकालार्थे के के लकारप्रत्ययाः अपि च के के कृत् प्रत्ययाः. शत्रुशानच् लकार वर्तमानार्थे अस्ति, शत्रुशानच् अपि कृत्संज्ञक्, किमर्थं चेत् तिङ् भिन् नास्ति, तिङ् अतिङ् अस्ति, अतः ते अपि शत्रुशानच् अपि कृत्संज्ञकाः, अपि च परन्तु वर्तमान वर्तमाने इति अधिकारे अस्ति, वर्तमानकालस्य बोधनार्थं शत्रुशानच्. अनन्तरं सत् शानन् चान् शत्रु शत्रुप्रत्ययस्य विधिः. अनन्तरं तत्र भविष्यत्काल इति तत्र अधिकारः अस्ति ग्रन्थे. वर्तमानकालार्थक तत्र बहूनि सूत्राणि सन्ति. अनन्तरं तत्र भविष्यत्काल कुत्र आरभ्यते? तृतीयाध्याये तृतीयपादे थर्ड् वन् भविष्यति गम्यादयः. पेज् संख्या किम् अस्ति भगिनि? 64 आम्, भविष्यति गमादयः, भविष्यति सो भविष्य अधिकारः, भविष्यत् अधिकारः. सो भविष्यत्काले यानि यानि तत्र व्यदर्थ लकारप्रत्ययाः, नो चेत् सि अत्र तिङ्प्रत्ययानां विषये एकमेव सूत्रमस्ति, तिङ्प्रत्ययः कदा आयान्ति, लस्य इत्यनेन तिङ्गायाति. सो यदा तत्र लः अपगच्छति तस्य स्थाने तिप्तजि सिप्तस्थ मिपस्मस्ति आयाति. सो लस्य इत्याधिकारे एव तिवादयः आयाति. परन्तु धातोः अनन्तरम् इत्युक्ते धातोः साक्षात् अनन्तरं तिप् न आगन्तुं शक्यते. प्रथमे तत्र लकारः आयाति, भूतार्थलकारः वा भविष्यतार्थलकारः वा वर्तमानार्थलकारः वा, तस्य स्थाने तिवादयस्य आदेशः. सो तिवादयः साक्षात् धातोः न विधीयन्ते, तिवादयः लस्य स्थाने विधीयन्ते, आदेशरूपेण विधीयन्ते इति तत्र अस्ति. अस्तु, सो अत्रापि अत्रापि पश्यतु, लृट् शेषे च वयं जानीमः लृट् लकारे पठिष्यति, सो तत्र लेखिष्यति इति तत्र लृट् लकारः भविष्यत् अधिकारे अस्ति. तथैव अन् अध्यतने लुट् लुट् अपि भविष्यत्काले अस्ति. अपि च अत्र तुमुन् प्रत्ययः नवुल् तुमुन् अच् प्रत्ययः अच् अपि अस्ति, गञ् प्रत्ययः गञ् उपपदात् नच् प्रत्ययः इनुन्. सो अत्र भविष्यत् लुट् लुट् लुट् भविता भवितारौ भवितारः भवितासि भवितास्थ भवितास्थुट् अन् अध्यतने लुट् इति भविष्यत्काले. आं महोदय, तदपि तुमुन् नवुलौ अपि भविष्यत्कालस्य सूचनार्थं भविष्यत्कालक्रिया कर्तुम् इच्छति चेत् अत्र तुमुन् अपि च नवुल् प्रत्ययस्य विधिः अस्ति. सो एते सर्वे कृत् प्रत्ययानाम् आवली तत्र अत्र तृतीयाध्याये एव वेदर् कृत् प्रत्ययः भूतार्थे अस्ति वा वर्तमानार्थे अस्ति वा भविष्यतार्थे अस्ति वा. तथैव लकारः अपि लकारप्रत्ययः अपि लट् वर्तमाने लृट् भविष्यतार्थे, अपि च तत्र यः किमस्ति लङ् भूतार्थे. सो लङ् अपि च तत्र अन्य अन्यत् लुङ् अपि च भविष्यतार्थे, लिट् अपि भूतार्थे, लिट् लङ् अपि च लुङ् भूतार्थे. सो लकारप्रत्ययः तेषां विधिः अपि तृतीयाध्याये एव तत्र दत्तः. सो तत्र तृतीयाध्याये मध्ये लघु अधिकारः अपि वर्तते, यथा तत्र भूते इति अधिकारः, अनन्तरं वर्तमाने इति अधिकारः, अनन्तरं भविष्यत् इति अधिकारः अस्ति. सो प्रथमे तत्र धातोः इति बृहदधिकारः, प्रत्ययः परश्च इत्यपि अधिकारः, मध्ये लघु लघु अधिकारः अपि अस्ति. तत्र के प्रत्ययाः विधीयन्ते इति वयम् अवगन्तुं शक्यते. अतः अष्टाध्यायीग्रन्थे क्रमेण सूत्राणां तत्र उल्लेखः अस्ति, कस्मिन् अर्थे अस्ति, कस्य कदा आगन्तुं शक्यते, कीदृशधातोः अनन्तरम् आगन्तुं शक्यते इत्यपि तत्र, विशिष्टधातूनाम् एव आयाति वा सर्वेषां धातूनाम् आयाति वा इति वयं तत्र सूत्राधारेण पठितुं शक्यते. वयं जानीमः तत्र कर्मणि भावे च कृत् प्रत्ययः लकारप्रत्ययः. सो कर्मणि भावे तत्र विकरणप्रत्ययः अपि अस्ति, यक् इति प्रत्ययः. सो कर्मणि प्रयोगे भावे प्रयोगे धातुतिवादयस्य मध्ये शपादयः न तिष्ठ न आयाति, तत्र यक् एव आयाति, एकमेव प्रत्ययः अस्ति. सो धातुतिवादय सो यक् अपि विकरणप्रत्ययः धातुतिवादयस्य मध्ये, तदपि तत् तत् गणनिमित्तिकविकरणं नास्ति. सो तत्र प्रयोगाधारेण कर्मणि प्रयोगे भावे प्रयोगे तत्र यः यक् प्रत्ययः विधीयते तत्र सर्वेषां धातोः अनन्तरं यक् विधीयते. सो अपि च तत्र के कृत् प्रत्ययः, यथा तत्र अनियर् प्रत्ययः. सो अनियर् प्रत्ययः कर्मणि प्रयोगे भावे प्रयोगे तस्य उल्लेखः. इत्युक्ते एकं सूत्रमस्ति ये कृतसंज्ञक प्रत्ययाः, तत्र एकम् औत्सर्गिक सूत्रम् अस्ति कर्तरीकृत् कर्तरीकृत् इति सूत्रमस्ति. कर्तरि अत्र पश्यतु कर्तरीकृत् इति सूत्रमस्ति कर्तरीकृत् इति सूत्रं वदति औत्सर्गिकरूपेण इत्युक्ते जनरल् नियम आधारेण सर्वे कृत् येषां येषां प्रत्ययानां कृत् इति संज्ञा ते सर्वे मूले कर्तरिप्रयोगे सन्ति ते सर्वे प्रत्ययाः ते कर्तारमेव बोधयति परन्तु अनन्तरम् एतस्य सूत्रस्य कृते तत्र अपवादसूत्राणि सन्ति इत्युक्ते केचन कृत् प्रत्ययाः भावे प्रयोगे सन्ति अपि च कर्मणि प्रयोगे सन्ति यथा तत्र अनियर् अस्ति अनियर् अस्ति अपि च तव्यत् प्रत्ययः अस्ति तव्य तव्यत् अनियर् एते सर्वे यद् तत्र सूत्रं किम् अस्ति तस्य कृते तत् सूत्रम् तव्यत् अनियर् अत्र उल्लेखः नास्ति सो तव्यत् तव्य अपि च अनियर् एते कृत्संज्ञकाः परन्तु एतेषां प्रयोगः कर्मणि अपि च भावे प्रयोगे भवति सो एतत् कर्मार्थक इत्युक्ते सकर्मकधातुः अस्ति चेत् अनियर् प्रत्ययः कर्मपदं बोधयति न तु कर्तारं बोधयति लैक् अत्र किं लिखितं कर्तव्यं कर्तव्यम् इत्युक्ते कर्तव्यम् इत्युक्ते कार्यं कर्तव्यं किमपि कर्तव्यं किमपि कर्मपदं कर्तव्यं न तु अत्र कर्तव्यम् इत्यनेन कर्तारं न बोधयति कर्मपदं बोधयति तदेव अस्ति कर्मणि प्रयोगे तथैव यत्र क्रियायाः अनेन पदेन इत्युक्ते अनियर् योजनेन अथवा तव्ययोजनेन नो चेत् तव्यत् योजनेन यः पदं निष्पद्यते सः कं बोधयति सः कर्तारं बोधयति चेत् कर्तरिप्रयोगः सः कर्मपदं बोधयति चेत् तत् कर्मणि प्रयोगः तादृशकरणीयम् इत्युक्ते पाठः पठनीयं पठनीयम् इति तत्र अनियर् प्रत्ययः अस्ति सो पठनीयम् इत्यनेन पठनीयम् इत्युक्ते पठनीयं यदा वयं वदामः केवलं पठनीयं वदामः चेत् एतादृशः अनियर् प्रत्ययान्त शब्दः कर्मपदं बोधयति न तु कर्तारं बोधयति सो वेन् ऐ से गतः सो गतः मम मनसि कः प्रश्नः आयाति कः गतः नो चेत् का गत इफ् ऐ से गता सो ऐ विल् से का गता सो तत्र कर्तारस्य बोधः जायते गतः किमर्थं चेत् कृतः प्रत्ययः अपि च अन्यप्रत्ययाः ते कर्तारं बोधयति परन्तु तव्यत् तव्य अनियर् एते भावे एते कृत्प्रत्ययाः भावे प्रयोगे कुत्रचित् क्रियायाः भावं सूचयति कुत्रचित् कर्मपदं सूचयति इति तत्र इति अस्माकं करपत्रे किं लिखितं कर्मणि भावे च कृत्प्रत्ययाः लकारप्रत्ययाः सो लकारप्रत्ययाः अपि कृत्प्रत्ययाः कुत्रचित् कर्मपदं बोधयति कुत्रचित् क्रियायाः भावं सूचयति तादृशकृत्प्रत्ययाः अपि भिन्नभिन्न अर्थेषु परन्तु वयं जानीमः इदानीं ये सर्वे कृत्प्रत्ययाः मूले तु कर्तारं कर्तरी कृत् इत्यनेन कर्तरी कृत् इत्यनेन सूत्रेण कृत्प्रत्ययाः औत्सर्गिकरूपेण कर्तारं बोधयति परन्तु अनन्तरं तत्र अपवादाः सन्ति यथा तत्र तव्यत् अनियर् इति अपवादसूत्रमस्ति कस्य कृते कर्तरीकृत् सूत्रस्य कृते इति तत्र अनन्तरं तत्र अवगतं वा सर्वैः अवगतं वा इति प्रत्ययानां तत्र विधिः अस्ति सो यदा वयं प्रत्ययविषये पठामः तत्र वयं सम्पूर्णप्रक्रिया पठामः कस्मिन् अर्थे अस्ति कदा योजनीयं किं बोधयति इति तत्र अर्थः अस्ति अनसूय भगिनी वक्तुमिच्छति वा न श्रूयते किम् अनन्तरं तत्र कृत् प्रत्ययः, स्त्रियां कृत् प्रत्ययः अपि सन्ति. वयं जानीमः स्त्रीप्रत्ययाः स्त्रीप्रत्ययाः प्रायशः प्रातिपदिकात् विधीयन्ते. के के स्त्रीप्रत्ययाः सन्ति व्याकरणे जानाति वा कोऽपि? अस्माभिः पठितं न ण्याप् णि अपि च आप्, तत्र णीप् णीष् णीन् अपि च टाप् चाप् डाप्, एते स्त्रीप्रत्ययाः. परन्तु एतेषां विधिः अत्र नास्ति. स्त्रीप्रत्ययानां विधिः अन्ते अस्ति, तृतीयाध्यायस्य अन्ते अस्ति. किमर्थं चेत् अनन्तरं चतुर्थे अध्याये तत् पुनः तत्र आयाति. सो टाप् चाप् ढाप् अपि च णीप् णीष् णीन् एते स्त्रीप्रत्ययाः, 3+3=6. सो एते प्रत्ययाः प्रातिपदिके विधीयन्ते, न तु धातोः विधीयन्ते. सो अत्र तृतीयाध्यायस्य अन्ते केचन स्त्रीप्रत्ययानाम् उल्लेखः अस्ति. यथा तत्र एकं कृत् प्रत्ययः अस्ति, क्तिन्, क्तिन् इति प्रत्ययः, क्तिन् इति कृत् प्रत्ययः. सो सूत्रम् अस्ति स्त्रियां स्त्रियां तिन्. अत्र पश्यतु स्त्रियां क्तिन्, सो क्तिन् इति प्रत्ययः कृत् प्रत्ययः, धातोः विधीयते. कृत् प्रत्ययः धातोः विधीयते. अत्र धातोः अधिकारः आवश्यकं. किमर्थं चेत् एतत् प्रत्ययः प्रातिपदिकात् न आयाति, एतत् प्रत्ययः धातोः आयाति, धातोः अनन्तरम् आयाति. अतः तृतीयाध्याये एव अत्र अस्ति. सो स्त्र्यां क्तिन् इत्यनेन तत्र स्त्रीपदं बोधनार्थं तत्र धातोः क्तिन् प्रत्ययः विधीयते. यथा तत्र बुद्धि मति, सो तत्र अत्र ति एव अवशिष्यते. शक्ति भक्ति, सो तादृश स्त्रीलिङ्ग, तेषां लिङ्गः स्त्रीलिङ्ग् भवति. यथा तत्र केचन कृत् प्रत्ययाः यदा वयं धातोः अनन्तरं केचन कृत् प्रत्ययः योजयामः तत्र किञ्चित् लिङ्गः लिङ्गविशिष्टं प्रत्ययः अपि अस्ति. इत्युक्ते यदा तत्र घञ् प्रत्ययः योजयामः, घञ् प्रत्ययः धातोः विधीयते. धातोः अनन्तरं घञ् योजयामः चेत् तत्र इह शब्दसमूहः निष्पद्यते, तस्य पुल्लिङ्ग् इति तस्य लिङ्ग् भवति. तत्र अकारान् प्रातिपदिकं भवति, कृदन्तप्रातिपदिकं भवति, परन्तु पुल्लिङ्ग् प्रातिपदिकम् अस्ति, पुल्लिङ्गि प्रातिपदिकं भवति. यथा तत्र राम, सो रं योग गाय् कुर्मः चेत् तत्र राम इति अकारान् प्रातिपदिकं निष्पद्यते, परन्तु सः पुल्लिङ्गे एव अस्ति. तथैव स्त्रियां क्तिन् इति सूत्रेण तत्र यः क्तिन् प्रत्ययस्य योजनेन यः प्रातिपदिकं निष्पद्यते तस्य स्त्रीलिङ्गम् इति तस्य लिङ्गः भवति, स्त्रीलिङ्ग् भवति. सो भक्ति शक्ति इति तत्र ये पदानि सन्ति, मतिः चितिः अत्र दृश्यतु, कृतिः श्रुतिः इति एते सर्वे क्तिन् प्रत्ययस्य योजनेन तत्र पदानि प्रातिपदिकस्य निर्माणं भवति. इकारान्त् प्रातिपदिकस्य स्त्रीलिङ्ग् प्रातिपदिकस्य निर्माणं भवति. सो अत्र सो केचन कृत् एकं कृत् प्रत्ययः अस्ति, परन्तु ये अन्य टाप् चाप् डाप् णीप् णीष् णीन् ते सर्वे प्रातिपदिकात् विधीयन्ते, परन्तु एतत् कृतिन् प्रत्ययः केवलं धातोः विधीयते. अतः तृतीयाध्याये एतस्य उल्लेखः अस्ति स्त्रियां क्तिन् इति सूत्रेण, 3394 इति सूत्रम् अस्ति. सो केचन स्त्रीप्रत्ययाः धातोः विधीयते, अतः तृतीयाध्यायस्य अन्ते तत्र तेषाम् उल्लेखः अस्ति. अनन्तरं चतुर्थाध्यायस्य प्रथमपादे पुनः तत्र स्त्रीप्रत्ययानाम् एव उल्लेखः, यथा टाप् चाप् टाप्. सो अजाद्यश्च टाप् इति सूत्रमस्ति. ये अजादिप्रत्ययाः सन्ति, यथम् अन्ते ह्रस्वाकारः अस्ति, अजादश्च टाप् सि अत्र 414 सूत्रसङ्ख्या किमस्ति भगिनि? सो चतुर्थपादस्य आरम्भे एव एतत् सूत्रमस्ति. सो यदा तत्र तृतीय अध्यायः समाप्यते, अनन्तरं चतुर्थ अध्यायस्य आरम्भे एव स्त्रीप्रत्ययानाम् उल्लेखः अस्ति. सो अजाद्यश्च टाप् इति सूत्रेण ये अजादिगणे ये शब्दसमूहाः सन्ति अपि च येषाम् अन्ते ह्रस्व अकारः अस्ति, अत्र तपर्कर्णम् अस्ति, अतः सो ह्रस्व अकारान्त् पुल्लिङ्ग् प्रातिपदिकस्य अनन्तरं टाप् योजनेन तत्र स्त्रीलिङ्ग् पदस्य निर्माणं भवति. सो यथा तत्र रमा, सो रम् इति यः अस्ति, रम इति यः अस्ति तत्र, यथा तत्र अज, अज इति यः अस्ति तत्र टाप् योजनेन अजा भवति. सो स्त्रीलिङ्ग्, स्त्रीलिङ्ग् द्योतयितुं तत्र टाप् प्रत्ययः अस्ति. सो कीदृशशब्दसमूहस्य अनन्तरं टाप् विधीयते, एकमस्ति अजादिगणे. सो तत्र गणपाठः अस्ति. पाणिनिना न केवलम् अष्टाध्यायी ग्रन्थस्य निर्माणं कृतं, धातुपाठः अपि अस्ति, गणपाठः अपि अस्ति. सो गणपाठे तत्र केचन शब्दानाम् उल्लेखः अस्ति. सो अजादि यः अस्ति, अजादि एकं गणः अस्ति. सो अजादिगणे ये शब्दाः पाठिताः सन्ति तेषाम् अनन्तरमपि टाप् स्त्रीलिङ्ग् द्योतयितुं टाप् प्रत्ययः विधीयते. तथैव ये ह्रस्व अकारान् शब्दाः तेषाम् अनन्तरमपि टाप् योजनेन तत्र स्त्रीलिङ्ग् पदस्य निर्माणं भवति, प्रातिपदिकस्य निर्माणं भवति इति तत्र चतुर्थ अध्याये. वदतु भगिनि. ये दशगणाः सन्ति तत् विहाय कोऽपि अन्य गण, ते तु धातुविषये, ते तु धातुविषये. अत्र पश्यतु, अत्र पश्यतु, अष्टाध्यायी डाट् काम् मध्ये गणपाठः अस्ति. अत्र अत्रापि अजादिगणः भवेत्. अजादि अजादि दीस् आर् आल् गणाः. अत्र केचन शब्दानाम् उल्लेखः अस्ति प्रत्येकस्मिन् गणे. अत्र पश्यतु अजादिगणे. सो अजादिगणे के शब्दाः, अजा, एडका, कोकिला, चटका, अश्व, मूषिका, बाला, होडा. सो एते शब्दे अजादिगणे. सो अत्र दत्तम् अजादिगणे. एतस्य उल्लेखः कस्मिन् सूत्रे अस्ति? अजाद्यश्च टाप् इति सूत्रे अस्ति. तत्र गणपाठः अपि अस्ति. गणपाठः अपि पाणिनिमहर्षिणा एव निर्मितं गणपाठः. सो वदतु महोदय. अत्र अजादि, अजादिगण कोकिला अस्ति तो टाप् प्रत्ययः कोकिला इत्युक्ते टाप् प्रत्ययः इट् बिकम्स् कोकिला, चटका, अश्व. न अजादि मीन्स् अज् आदि अस्ति न अजादि इत्युक्ते नामः अस्ति तस्य आदिं शब्दः अज् स्टार्टिङ्ग् फ्रम् अज् अजा स्टार्टिङ्ग् फ्रम् अजा लैक् भूवादयो दातवा. आमां तथैव. Right. सो अत्र अस्मिन् सूत्रे 414 सूत्रे किं लिखितम्? एकमस्ति अजादि, अजादिगणे ये शब्दाः, अपि च अतः, अतः अपि अस्ति. अजाद्यश्च टाप् इति सूत्रमस्ति. न केवलम् अजादिगणे ये शब्दाः तेषाम् अनन्तरं टाप् अस्ति, परन्तु ये अत् ह्रस्व अकारः, आम्, ह्रस्व अकारान् शब्दाः तेषाम् अनन्तरम् अपि वयं टाप् योजयितुं शक्नुमः. किमर्थं टाप् योजनीयं? स्त्रीलिङ्ग् निर्माणार्थं. किमर्थं चेत् टाप् प्रत्ययः कीदृशप्रत्ययः? स्त्रीप्रत्ययः अस्ति. स्त्रियाम् इति अधिकारः अस्ति. सो स्त्रियां द्योतयितुं टाप् प्रत्ययः. कोऽपि अन्यप्रयोजनं नास्ति. केवलं तस्य प्रातिपदिकस्य स्त्रीलिङ्ग् रूपं किं, तस्य विषये टाप् योजयामः चेत् तत्र आ टकारस्य इति अस्ति, पकारस्य इति अस्ति, दीर्घाकारः एव अवशिष्यते. सो एतेषां टाप्, चाप्, डाप् अत्र केवलम् आ एव अवशिष्यते. अतः वयं किं वदामः? आबन्त, आबन्तप्रत्ययः. आप् अन्ते, आपन्तप्रत्ययः स्त्रियां, तेषाम् अधिकारः अस्ति स्त्रीलिङ्ग् द्योतयितुं एते प्रत्ययाः विधीयन्ते, कोऽपि अन्यप्रयोजनं नास्ति. टाप् चाप् डाप् तथैव नीप् नीष्णीन् कुत्रचित् इ दीर्घ ई श्रूयते, सो तेषामपि स्त्रियाम् एव अधिकारः, तत्रापि स्त्रियाम् अधिकारः अस्ति. सो इति तृतीयाध्याये. सो चतुर्थाध्याये आरम्भे एव अजाद्यश्च टाप् अपि च तत्र स्त्रियाम् इति अधिकारः आरभ्यते. चतुर्थ अध्यायस्य प्रथमपादे एव स्त्रियाम् इति अधिकारः, सि स्त्रियाम् इति अधिकारः 413 सूत्रमस्ति. सो अत्र स्त्रियाम् इति अधिकारः आरभ्यते. अनन्तरम् अस्ति, अस्तु, वि हेव् कम् फ्रम् डिफ्रेण्ट् वे. सो अत्र स्त्रियाम्, सो स्त्रियाम् एतस्य अधिकारे के के प्रत्ययाः विधीयन्ते अत्र पश्यतु, अत्र आवली अपि अस्ति. टाप् डाप् चाप् दीस् थ्री आर् आभन्त् प्रत्ययाः. आप् आ अत्र अस्ति, अतः येषाम् अन्यत् नाम अस्ति आभन्त्. अनन्तरं नीप् नीश् नीन् अत्र कण्ठनकारः अस्ति. नीप् नीश् नीन् एते अपि ण्ययन्तात्, वि से ण्ययन्तात् बिकास् नी नी नी अत्र इत्संज्ञा अस्ति तस्य लशकु तदिते इत्यनेन नी नकारस्य इत्संज्ञा अस्ति, दीर्घ ई एव अवशिष्यते, पकारस्य हलन्त्यं षकारस्य हलन्त्यं. सो अत्रापि ण्ययन्तात् नी इत्युक्ते अत्र यन्सन्धि भूत्वा ण्ययन्तात् इति भवन्ति. सो यस्य शब्दसमूहस्य अन्ते नी नी नी अस्ति, अपि च आबन्तात् यस्य शब्दसमूहस्य अन्ते आप् आप् आप् अत्र अप प प सर्वत्र अस्ति. सो आबन्तात् ण्ययन्तात् ते सर्वे किं स्त्रीलिङ्ग् द्योतयितुम् एते प्रत्ययाः. अनन्तरम् उङ् अपि, उङ् प्रत्ययः अपि अस्ति स्त्रीलिङ्ग् द्योतयितुम्, उङ् प्रत्ययः अस्ति. तथैव टि इति भिन्नप्रत्ययः, कृतिन् इति भिन्नप्रत्ययः, कृतिन् इति कृत् प्रत्ययः, परन्तु एते प्रातिपदिके भ्यः विधीयन्ते. एते सर्वे नवप्रत्ययाः स्त्रीप्रत्ययाः. एतेषां विधिः कस्मात् अस्ति इत्युक्ते 414 सूत्रम् अस्ति ज्ञाप्रातिपदिकात्. 41 आम् अत्र पश्यतु, चतुर्थाध्याये प्रथमपादे प्रथमसूत्रम् एव अस्ति ज्ञाप् प्रातिपदिकात्. ज्ञाप् नी इत्यनेन न केवलं नीप् परन्तु नीश् नीन्, आप् इत्यनेन टाप् चाप् डाप्. सो तेषाम् अनन् तेषाम् अपि च येषां येषां प्रातिपदिकसंज्ञा, एतेषां त्रिविध तत्र शब्दसमूह, येषां प्रातिपदिक इति संज्ञा, तेषाम् अनन्तरं किं किं विधीयते इति अत्र सूत्रम् इति अधिकारसूत्रमस्ति. यथा लस्य इति अधिकारसूत्रमस्ति, लस्य इति सूत्रेण किमपि कार्यमस्ति वा? नास्ति, अधिकारसूत्रमस्ति. अनन्तरं लस्य इत्यनेन लः स्थाने किं किं विधीयते इति अनन्तरम् अस्ति. तथैव चतुर्थ अध्याये प्रथमपादे प्रथमसूत्रे अस्ति ज्ञाप् प्रातिपदिकात् इति पञ्चमी अस्ति, यथा धातोः इति पञ्चमी अस्ति तथैव अत्र ज्ञाप् प्रातिपदिकात् इति पञ्चमी अस्ति. सो प्रातिपदिकात् अपि च ण्ययन्तात् आबन्तात् अनन्तरं किं विधीयते? द्वितीयसूत्रमेव अस्ति, सु औजस् अम् ओट्षष्टाभ्यां बिस्. सो प्रातिपदिकस्य अनन्तरम् एते सर्वे सुप् प्रत्ययः, एकविंशति सुप् प्रत्ययानाम् आवली अस्ति. यथा तत्र लस्य अनन्तरं किम् अस्ति? तिप्तस् जि सिप्तस्थ मिप् अस्म अष्टादश तिङ् प्रत्ययः, तथैव अत्र. सो प्रातिपदिकात् किं विधीयते? सु औजस् विधीयते. ण्ययन्तात् अनन्तरं पदनिर्माणविषये किं विधीयते? सु औजस् विधीयते. आबन्तात् अनन्तरं किं विधीयते? सु औजस् विधीयन्ते इति तत्र प्रत्ययानाम् आवली अस्ति. सु औजस् अम् ओट्षस् ताभ्यां बिस् नेभ्यां ब्यस् नसिभ्यां ब्यस् नस् ओस् आम् नी ओस् सुप् इति एकविंशति सुप् प्रत्ययः. सो प्रातिपदिकस्य अनन्तरम् एते. अनन्तरं तृतीयसूत्रमस्ति स्त्रियाम्, इदानीं दृष्टं. चतुर्थसूत्रमस्ति किम्? अजाद्यश्च टाप्. सो इदानीं प्रथम स्त्रीप्रत्ययस्य उल्लेखः, टाप् प्रत्ययः कस्मात् विधीयते इति लिखितम्, टाप् प्रत्ययः कुत्र योजनीयम् इति तस्य विधिः अस्ति इति तत्र क्रमेण सूत्राणाम् अध्ययनम् अस्ति। सो इति वयं तत्र अवगन्तुं शक्यते। सो प्रथम तत्र केचन कृतप्रत्ययाः सन्ति ये धातोः विधीयन्ते, तत्र स्त्री लिङ्प्रातिपदिकस्य निर्माणं भवति। कृदन्तप्रातिपदिकम् अस्ति किमर्थं चेत् कृत् अन्ते अस्ति अतः कृदन्त अस्ति, परन्तु कृदन्तानामपि प्रातिपदिकसंज्ञा अस्ति। सो परन्तु तस्य लिङ्गस्य स्त्रीलिङ्गस्य निर्माणं भवति, तथा तत्र मतिः शक्तिः भक्तिः इति तत्र प्रातिपदिक कृदन्तप्रातिपदिकम् अस्ति। तत्रापि केचन अजादि अपि च ये अकारान् शब्दः तेषां शब्दानां विहाय केचन अन्य अकारान् शब्दाः सन्ति, तत्र अपि टाप्रत्ययः स्त्रीलिङ्ग द्योतयितुम् आप्रत्ययः अत्र लिखितं न, ह्रस्व अकारान् शब्दाः। सो औत्सर्गिक इति औत्सर्गिक सूत्रम्, औत्सर्गिकरूपेण यः अकारान् शब्दः तत्र टाप् स्त्रीलिङ्ग द्योतयितुम् आ टाप् इति विधीयते। सो परन्तु तत्र अपवादाः, अनन्तरं केचन अपवादाः, कस्य कस्य विशिष्ट शब्दस्य विषये कोऽपि अपवादः अस्ति चेत् अनन्तरं वयं तत्र द्रष्टुं शक्यते। इति तु औत्सर्गिक वयं जानीमः अष्टाध्यायीग्रन्थे किमस्ति, प्रथममहर्षि औत्सर्गिक नियम वदति, जनरल् रूल्, वाट् इस् द जनरल् रूल्। परन्तु तस्य नियमस्य कृते कोऽपि अपवाद रूल् अस्ति चेत् अनन्तरं वदति। सो केचन सपोज् कस्यचित् ह्रस्व अकार शब्दस्य अनन्तरं स्त्रीलिङ्ग द्योतयितुं टाप् न विधीयते, नीश् विधीयते। सो तत्र एतस्य सूत्रस्य कृते अपवाद सूत्राणि अपि सन्ति, क्रमेण पठामः चेत् एव अवगन्तुं शक्यते इति तत्र अस्ति। एतावता कोऽपि प्रश्नः अस्ति वा? नो चेत् अत्र स्थगामः। सो चतुर्थ अध्याये आरभ्य अग्रिमकक्षायां तत्र पठामः किम् अस्ति इति। तत्र स्थूलरूपेण मनसि अष्टाध्यायी इति मेप् तिष्ठति चेत् वयं तत्र सरलतया अवगन्तुं शक्यते। तत्र स्थूलरूपेण अत्र कोऽपि कार्यं नास्ति, परन्तु अष्टाध्यायीग्रन्थस्य विषये अस्माकं यः ज्ञानम् अस्ति तस्य विषये तत्र किञ्चित् सम्यक् अध्ययनं भवति। अस्तु अत्र स्थगामः। जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय। श्रूयते वा? महोदय म्यूट् अस्ति, अहमेव पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। तत्सत् नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः।